नमः सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयमस्ति त्रजकाभ्यां कर्तरि इति षष्टिनिषेधकसूत्रम्। तत्र गतवर्गे यत् पठितं तत् अधुना मनसि नास्ति इति चिन्तयित्वा पुनरावर्तनं कुर्मः। उमा भगिनी पठति वा कर्तरात्र त्रजकाभ्याम् इति आरभ्य। ओके ओके, त्रिजकाभ्यां कर्तरि, ओके, प्रीवियस् पेराग्राफ् कर्तर्थ कर्तर्थ त्रिजकाभ्यां षष्ट्या न समासः। कृद्योगे कर्मणीया षष्टिः प्राप्ता सा कर्तर्थे यः त्रिच् प्रत्ययः अकप्रत्ययः च विहितः तदन्तेन सुबन्तेन सह न समस्यते। सो यु डोण्ट् गेट् ए समास इन् द षष्ठी विभक्ति and kartarte trijakabhyam. So when it is in kartarte, you don't get a samasa. Kridyoge karmani ya shashti prapta sa kartarte yaha trich pratyaha akha pratyaha cha vihitaha tadantena subantena saha na samasyate. Okay, so the trich pratyaha and akha when added कृत्योगे कर्मणि या षष्टि प्राप्ता, वाट् डस् इट् मीन्? या कृद्योगे कर्मणि या षष्टि प्राप्ता इत्युक्ते कृदन्त तृच् प्रत्यया एवम् अकप्रत्यया कृत् प्रत्ययः प्रभेद इति तयोः योजनेन कर्त्रार्थ शब्दं निष्पद्यते। तदनन्तरं कर्तृकर्मणो कृति इति सूत्रम् आहत्य कार्यं करोति कृतयोगे बिफोर् देट् ऐ जस्ट् वाण्ट् नो कृतयोगे कर्मणि या षष्टि, सो दट् मीन्स् तस्य कृते तस्य कृते तस्य कृते सोपानानि सन्ति भगिनि, तदेव अहं वक्तुम् इच्छामि। कृद्योगे तृच् अथवा प्रत्यय कर्त्रात्वे भवति चेत् कर्ता उक्ता अस्ति। यदि कर्ता उक्ता अस्ति कृत्वा कर्तृकर्मणो कृति इति सूत्रेण कर्त्रा उक्ता कृत्वा तत्र किं भवति? कर्मस्य षष्टिः भवति। केन सूत्रेण? कृद्योगे षष्टि इति सूत्रेण। तत्र कर्मपदस्य षष्टि भवति कृत् उक्ता कृत्वा तत् प्रथमा भवति। अतः तृच् एवम् अक् प्रत्ययान्तपदानि प्रथमान्तं भवति, एवं कर्मपदं तु षष्ट्यन्तं भवति। तत्र कृतयोगे कर्मणि तदा भवति, कर्मणि भवति किं? कर्म कर्मणि कर्मणि अथवा षष्ठी केदम् इति षष्ठी तु अतु अधुना अवगतं न कर्मणि वै हौ डिड् द षष्ठी कम्? नौ इन् द कर्मणि प्रयोग कर्ता उक्ता नास्ति, कृतयोगे कर्मणि अपि भवितुम् अर्हति, भावार्थे अस्ति अथवा कर्म कर्ता अनुक्ता कर्माभि अनुक्ता इति कृत्वा कर्ताभि षष्ठी भवितुम् अर्हति, कर्माभि षष्ठिं भवितुम् अर्हति इति अपि पूर्वं पठितवन्तः वयम्। ऐ डोण्ट् नो वेदर् यु रिमेम्बर् इट्, दिस् सब्जेक्ट् वास् टाट् अर्लियर् वेर् द वार्तिकम् इस् दर् वेन् द कर्ता अनुक्ता कर्माभि अनुक्ता तो कर्ता कर्म विल् बि डेफिनेट्लि कर्मणि षष्ठी भवति, कर्ता केन् विकल्पेन षष्टि भवितुम् अर्हति इति वार्तिकस्य बलेन वयं पठितवन्तः। ऐ डोण्ट् नो वेदर् यु रिमेम्बर् देट् आर् नाट्, बट् हियर् वाट् इट् इस् देट् वेन् द कृदन्तयोग हेपन्स् षष्टि इस् प्राप्ता, कर्मणि ईस् आल्सो पासिबल् इफ् इत् द कृदन्त डसेण्ट् डिफैन् कर्त्रार्थ। सा कर्त्रार्थे यः तृत् प्रत्यविहिता तदन्तेन सुबन्तेन सह न समस्यते। तत्र कर्तार्थम् अस्ति कृत्वा कर्मणः षष्टि भवति, किन्तु षष्टि प्राप्ता तत्र षष्ट्यन्तं त्रिजन्तम् अथवा अगन्ध सुगन्धेन सह न समस्यते इति षष्टि षष्टि इति सूत्रस्य अपवादम् अस्ति इति. अग्रे पठित्वा यु विल् नो इट् बेटर्. त्रिजगाभ्यां कर्तरि इति विवरणं पठतु. त्रिजगाभ्यां कर्तरि 2 to 14. कर्तर्थे यः त्रिच् प्रत्ययः अकप्रत्ययः च विहितः तदन्तेन सुबन्तेन सह कृत्योगे कर्मणि षष्टि प्राप्ता सा न समस्यते. कृत्योगे कर्मणि या षष्टि प्राप्ता कर्तृकर्मणोः कृति इत्यनेन तदन्तस्य सुबन्तस्य कर्तर्थे त्रिच् प्रत्ययान्तेन अकशब्दान्तेन च सः न समस्यते. अकशब्देन ण्वुल् प्रत्ययस्य ग्रहणं भवति. ण्वुल् त्रिचौ 3 1 1 3 3 इति सूत्रेण ण्वुल् प्रत्ययः विधीयते. अनुबन्धलोपानन्तरम् उ इति अवशिष्यते. युवोरनाकौ इति सूत्रेण उ इत्यस्य स्थाने अक इति आदेशः भवति. ओके, अतः त्रिजकाभ्यां कर्तरि इति सूत्रे अक इति शब्दस्य द्वारा मूल् प्रत्ययान्तस्य एव ग्रहणं भवति. कर्तरि इति पदं त्रिजकाभ्याम् इति पदस्य विशेषणम्. अर्थात् त्रिच् प्रत्ययः अथवा अकप्रत्ययः कर्तृत्वे विहितः इत्यर्थः. त्रिच् प्रत्ययः मूल् प्रत्ययः च कृत् प्रत्ययौ स्तः. कर्तृकर्मणोः कृति इति सूत्रेण कृत् प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति. प्राक्कडारासमासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सः सुपा इत्यस्य अधिकारः, षष्ठी इत्यस्य सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः, न निर्धारणे इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः, तत्पुरुषः इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं षष्टि सुकर्तरि त्रिजकाभ्यां सुभ्यां सह न तत्पुरुषः समासः. ओके, अत्र षष्टि प्राप्तः कर्तरि त्रिजकाभ्यां त्रिजकाभ्यां इस् त्रिच् प्रत्ययः अण्ड् अक प्रत्ययः ययोः जोडनेन षष्टिपदं न तत्पुरुषसमासः भवति. अत्र अनुवृत्तिसहितसूत्रं भवति यत् पठितं किञ्चित् परिष्करं. षष्टिसुप् इति प्रथमपादं. द्वितीयभागम् अस्ति कर्तरि त्रिजगाभ्यां सुभ्याम् इति द्वितीयभागम्. तेन सह न तत्पुरुषसमासः भवति इति. यदि भवती कथं पठितं षष्टि सुप् कर्तरि त्रिजगाभ्याम् इति सुप् यु टुक् वित् द सेकेण्ड् पार्ट् दट् इस् नाट् करेक्ट्. षष्ट्यन्तं सुबन्धं षष्ट्यन्तं सुबन्धं कर्त्रार्थ त्रिजगाभ्यां सुबन्धानां सुबन्धानां सह सुबन्धेन सह तत्पुरुषसमासः न भवति इति अर्थं भवति. ओके ओके ओके. सो षष्टी सुप् सो षष्टी विभक्ति षष्टी विभक्ति यत्र अस्ति तत् वार्ता तत् वार्ता कर्तरि कर्तते त्रिजकाभ्यां त्रिच् अण्ड् अक शब्दे सुभ्यां सह न समस्यते. अत्र भवत्या प्रश्नस्य उत्तरमस्ति न कृद्योगेश कर्मणि या षष्टि प्राप्ता कर्तृकर्मणो कृति इत्यनेन तदन्तस्य सुबन्धस्य कर्त्रार्थे सृष्प्रत्ययान्तेन अकशब्देन सह समासः न समस्यते इति. तत्र कृद्योगे कर्मणि या षष्टि प्राप्ता कर्तृकर्मणो कृति इति सूत्रेण भवति इति. अत्र किम् अस्ति कर्तृकर्मणो कृति सूत्रं किं वदति? कर्तृकर्मणोः कृति दिस् कर्ता अथवा कर्मणः कर्म कर्मशब्दः षष्ठी विभक्तिः प्राप्ता. तदेव. सो कृत् योगे कर्तृकर्म कृत्य कर्तापि षष्टि षष्टि भवितुम् अर्हति, कर्मणापि भवितुम् अर्हति इति तत्र. ओके, अवगतम्. तत्र अक् प्रत्ययस्य विधानं भवति, अक् इति नुवल् प्रत्ययस्य स्थाने अस्ति. नुवल् नुवल् प्रत्ययस्य युवोरनाको इति सूत्रेण वु इति अक् भवति. आदेशरूपेण यद् अक् अस्ति तदेव अत्र स्वीकृतमस्ति. पाणिनि डिड् नाट् यूस् त्रिच् नुवल्. Right? Panini could have used Trich Nuval Kartari, no? Okay. But he used the Adesha, Adesha Rupena Yadakasti, because... Trich Acid is using. Trich Acid is he is using. Only Nul, yes. Nul he says Akka. Because that Adesha Agachati, so he wanted to make this spashtikata swastikaranam bhavati atra. Yeah, but if he had used null in the sutra, whether it will prohibit the adesha or not, will confusion will come. Oh, he doesn't want that confusion to remain. Only adesha anantaram eva that kartrartha rupam siddhyati. Before that, Artharatha Siddham, it's only Prakriya Sthanam, no? Nuval is the Prakriya. First, Pradama Sopanam. Tadanandaram Adesham Bhavati Kritva Ak Pratyandam Bhavati. So, that is the, that part of it. Now, Udaharanam Prati, Aruna Bhagini Patativa, Yada Apam Srashta. अरुणा भगिनि. आं महोदय, सम्यक्. अत्र आपां सृष्टा जलस्य सृष्टिकर्ता इत्यर्थः. अत्र सृज् इति धातुतः कर्तृ तृच् प्रत्ययस्य विधानेन स्पष्टा स्रष्टा इति पदं निष्पन्नं भवति. प्रथमाविभक्तौ एकवचने आप् अपाम् इति पदम् अप् इति प्रातिपदिकात् निष्पन्नम्. अप् शब्दः नित्यबहुवचनान्तः स्त्रीलिङ्गशब्दः अस्ति. स्रष्टा इति तृच्प्रत्ययान्तः शब्दः कर्तार्थे गृहीतः इत्यतः कर्ता उक्त भवति, कर्म च अनुक्तं भवति. ओके, अत्र एक अपां षष्टा इति तदेव समस्तपद पदं महोदय. या जलस्य विग्रहवाक्यमस्ति, जलस्य सृष्टिकर्ता इत्यर्थः. अत्र षष्टा इति शब्दः सृज् धातुतः कर्तते तृच् प्रतिविधानेन रूपं षष्टा इति रूपं निष्पन्नं भवति. प्रथमाविभक्तिः अपि अस्ति. अपाम् इति पदं प्रातिपादिकम् इति अप् इति प्रातिपादिकं निष्पन्नम्. अप् शब्दः नित्यबहुवचनान्तः स्त्रीलिङ्गशब्दः अपि अस्ति. अत्र किमस्ति अधुना षष्टा इति तृच्प्रत्यया प्रथमावि निपाता भवति. षष्टा इति तृच् प्रत्ययान् शब्दः सृज् धातुतः सृष्टा. अत्र समासः कर्तुं न भवति, कर्ता उक्तं, ततः केवलं कर्मपदमेव षष्टिविभक्ति भवति. किन्तु अपां सृष्टा इति वाक्यस्य षष्ट्यन्तं पदम् अपां सृष्टा इति त्रिजान्तृचान्तपदेन सह समासः कर्तुं शक्यते. त्रिजगाभ्यां कर्तरि इति सूत्रम् आहत्य तस्य निषेधं करोति. कारणं किम् अस्ति? सृष्टा इति त्रिचर्णं कर्ता उक्ता अस्ति इति कृत्वा कर्त्रार्थे त्रिचक् अस्ति चेत् त्रिचकाभ्यां कर्तरि इति सूत्रं कार्यं करोति. यदि कर्त्रार्थे नास्ति तत्र त्रिचकाभ्यां कर्तरि इति सूत्रस्य प्रसक्तिः न भवति इति कृत्वा अस्य अन्य उदाहरणम् अग्रे दत्तमस्ति. किन्तु अत्र तु सृष्टा इति त्रिचक्रजन्तं कर्त्रार्थे उक्त्वा कृत्वा अपाम् इति षष्ठ्यन्तपदेन सह समासनं न कर्तुं शक्यते. अतः अग्रिमपरिच्छेदे तस्य विवरणं दत्तमस्ति. पठतु भगिनि. यदा अरुणा भगिनी अरुणा भगिनी यथा ईश्वरः अपां षष्ठा इति वाक्ये ईश्वरः कर्ता अपां कर्म षष्ठा इति त्रिजद्येन ईश्वरः इति कर्ता उक्तः इत्यतः ईश्वरः इति कर्तुः प्रथमाविभक्तिः जाता. त्रिजधातोः कर्म अस्ति अपां. षष्ठा इति कृदन्तस्य योगे अनुक्तकर्मणि षष्टिविभक्तिः भवति कर्तुकर्मणोः कृति इत्यनेन सूत्रेण. अतः कर्मणः षष्टि जाता येन अप्शब्दात् षष्टिविभक्तिः भवति अपाम् इति. इदानीं षष्ठा इति पदं सृजन्तकर्तत्रे विहितः इत्यतः कर्मणि या षष्टिः अस्ति तस्याः समासः न भवति तृजन्तेन सह. अपां षष्ठा इत्यत्र यः षष्टिसमासः प्राप्तः षष्टि इति सूत्रेण तस्य निषेधः क्रियते त्रिजकाभ्यां कर्तरि इति सूत्रेण. अतः अप्षष्टा इति समासः न जायते. व्यस्तप्रयोगे एककारणीयः अपां षष्टा इति अत्र एकपदमस्ति ईश्वरः अपां षष्ठा इति वाक्ये ईश्वरः कर्ता अपामिति कर्मपदं षष्ठा इति सृजदातः तृच् प्रत्य कृदन्तरूपमस्ति. ईश्वर तृजन्तेन ईश्वरः विशेषणमस्ति महोदय षष्ठा इति ईश्वर न ईश्वर इति कर्ता अस्ति अपाम् इति कर्मपदमस्ति सृष्टा इति क्रियां बोधयति. ओ क्रियां बोधयति. अत्र ईश्वरः इति कर्ता उक्तः सृजति सृजति इति अर्थस्य त्रिजन्तयोगेन सृष्टा इति भवति न षष्ठा इति कृदन्तयोगे अनुक्तकर्मणि षष्टिविभक्ति भवति कर्तुकर्मणोः कृति इति सूत्रेण. षष्ठा इति पदं कर्तत्रे अस्ति अतः अनुक्त कर्मपदम् अनुक्तमस्ति ततः षष्टिविभक्ति भवति कर्तुकर्मणोः कृति इति सूत्रेण. अतः कर्मणः षष्टि जाता येन अप्शब्दात् षष्टिविभक्तिः भवति. अत्र कर्तृकर्मणो कृति इति सूत्रं किं वदति? अनुक्त कृत् अस्ति चेत् तस्य कर्ता भवतु कर्म भवतु तस्य षष्टिः भवति इति. अत्र तु सृष्टा इति कर्ता उक्त्वा अस्ति कृत्वा कर्ता षष्टिः न भवति अनुक्तकर्मणि षष्टिः भवति. अत्र अनुक्तकर्मणि किमस्ति? अप् शब्दस्य षष्ट्यन्तम्. इति कृत्वा अपाम् इति षष्ट्यन्तं भवति. अपाम् इति अप् अप इति स्त्रीलिङ्ग बहुवचनशब्दं चेत् बहुवचनशब्दमस्ति. इति कृत्वा बहुवचनान्त एव इति कृत्वा अपाम् इति षष्टि बहुवचनान्तमेव अस्ति. अपां सृष्ट इति कर्ता उक्त्वा कति ईश्वरः इति प्रथमान्तं भवति. इति ईश्वरः इति प्रथमा विभक्ति भवति. अपाम् इति षष्टि बहुवचनान्तं भवति. सृष्टा इति कर्म कर्म कर्म क्रियापदस्य स्थाने अस्ति. इति कृत्वा कर्ता कृदन्तम् अस्ति, कृदन्तरूपेण अस्ति, न तु लट् रूपेण. महोदय इति एव इति एकः संशयः अत्र उक्ता अनुक्ता इति वदति चेत् मम संशयः तदेव पृच्छामि. उक्ता अनुक्ता इति चेत् यत्र एकः वार्ता क्रियापदेन सह योजयते तदेव उक्ता भवति. Am I right? No. Then? If the meaning of the kriyapadam is indicating either the karta or the karma, that is what is called ukta. Karta ukta means srishta idi vakyam idi padam swikarotu. Krut yoge srishta idi vakyasya lakarandam lat rupam asti srijati idi. सृजति इति अर्थे तस्य कर्ता भवितुम् अर्हति वा न? ईश्वरः सृजति. ईजः सृजति इति कर्ता उक्त्वा भवति. किन्तु तत्र यतोहि तत् कर्म सकर्मकधातुः अस्ति चेदपि, किन्तु सृजति इति केवलं कः सृजति इति एव अस्ति, किं सृजति इति न उक्तम्. इति कृत्वा कर्मपदं किमपि भवितुम् अर्हति. ओ ओके ओके. सो देयरफॉर कर्म इस अनुक्त. ओन्ली कः सृजति इति पृच्छति पृच्छति वक्तुं शक्यते न? नो नो नो. सृजति मीन्स् देयर शुड बी अ डेफिनेटली अ कर्ता, डेफिनेटली शुड बी देयर. वेदर कर्म इस उक्त और अनुक्त डजंट मैटर. See, when we say Rama goes, and when Rama goes, the word goes has to have a karta, then only something is going is known, no? Yeah, that's what I said. When when the kriyapadam which it attaches, the kriyapadam attaches to what? That is uktam. Right. Attaches, you cannot use the word attaches because attaches is not the right usage. Defines karma kriyapadam defines the either it should define the owner of the karma, owner of the kriya, or the object on the which kriya is happening. Right, but normally, one of the two should be. Normally it goes only with the karta, no, not with the karma. Normally. No. Okay, normally see, but some places karma bhi ukta bhavati. Example? Karmani prayoge karma would be ukta bhagini. Yes. Okay. Karmani prayoge karma will be ukta. Kartari prayoge karta will be ukta. Okay. Right. In the bhava prayoge, कर्म अनुक्ता एव भवति सर्वदा. या भाविप्रयोगे अनुक्ता ओन्लि बिकास् देर् इस् नो कर्मपदं देर् रैट्. हसति एक्साम्पल् सः हसति. यत्र अपाम् इति षष्ठ. Usha Bhagini, thank you so much for that WhatsApp steps for Srishta ID step. Oh. You have given it clearly in that one. We had a doubt in the last class, remember? Yeah, that's, but then you said that, you showed that, Mahodaya, the how to get that. And then the rest of the steps were pretty easy. पुष्पाभगिनी पठति वा अग्रिम उदाहरणम्? धन्यवादः. एकनिमिषः. व्रजस्य भर्ता. एकनिमिषः, एकनिमिषः. अस्तु, व्रजस्य भर्ता यः व्रजस्य भरणं करोति इत्यर्थः. अत्र भृ इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन भर्ता इति पदं इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने. तत्तु स्त्रीलिङ्गः. भर्ता न न न न भर्ता न एकवचन स्त्रीलिङ्ग. भर्ता कुड् बि पुल्लिङ्ग. भर्तृ न स्त्रीलिङ्गं स्त्रीलिङ्गं न उक्तं. भर्ता इति भर्त्रा भर्तारौ भर्ता भर्तारौ भर्तारः. तृच् अस्ति न तृजन्तम् अस्ति कृते भर्तृ इति प्रातिपदिकम्. अस्तु, प्रथमविभक्ति विभक्तौ एकवचने. तत्तु पुल्लिङ्ग. भर्ता इति कृद्योगे व्रज इति समिक् वा पुल्लिङ्ग इति पुल्लिङ्ग एव. भर्ता इति कृद्योगे व्रज इति कर्मणः षष्टिविभक्तिः विधीयते. अतः व्रजस्य इति भवति. व्रजस्य भर्ता इत्यत्र यः षष्टिसमासः प्राप्तः षष्टि इति सूत्रेण तस्य निषेधः क्रियते त्रिजाकाभ्यां कर्तरि इति सूत्रेण. अतः व्रज व्रजभर्ता इति समासः न जायते. व्यस्तप्रयोगः एव करणीयः व्रजस्य भर्ता इति. अस्तु, व्रजस्य भर्ता इति व्यस्तप्रयोग प्रयोगस्य विवरणं कृतं. तत्तु यः व्रजस्य भरणं करोति इत्यत्र इति अर्थः अस्ति. अत्र भ्रु धातुतः कर्त्रर्थे तृच् प्रत्ययः प्रत्यय उपयुक्त्वा भर्ता इति पदं निष्पन्नं भवति. तत्तु भर्ता इदानीं विवरणं कृतं. तत्तु पुल्लिङ्ग एकवचन अस्ति. भर्ता इति कृद्योगे व्रज व्रज इति कर्मणः कर्मणः षष्टिविभक्ति आगच्छति. अतः केन सूत्रेण केन सूत्रेण तत्तु कर्तृकर्मणः न कृद्योगे षष्टि कृत्योगे षष्टि. क्षम्यताम्. हा, इदानीं त्वमेव उक्तं किं कृत् षष्टि कृति एव कृदन्तयोगे कृदन्तयोगे षष्टि भवति न कृदन्तयोगे. अस्तु अस्तु, कृदन्तयोगे षष्टि. अस्तु, षष्टिसमासः प्राप्तः षष्टि इति सूत्रेण न न षष्टिभक्ति व्रजस्य षष्टि इति सूत्रं किं करोति. षष्ट्यन्त षष्टिसप्तपुरुषसमासः विधीयते. षष्टि इति द्वितीय अध्यायस्य द्वितीय समासविधानसूत्रमस्ति. शक्नुमः, परन्तु त्रिजाकाभ्याम् एकत्रि इति सूत्रेण निषेधः भवति. तद् न कर्तुं शक्नुमः. व्रजभर्ता इति समासः न कर्तुं शक्नुमः. व्यस्तप्रयोगः एव. तत्तु व्रजस्य भर्ता इति पदं दृश्यते तत्र भ्रमः जातुं शक्यते. भर्ता इति अनेकार्थाः सन्ति. ओ भर्ता इति हस्बेण्ड् इति अर्थम् अपि अस्ति न. सो तत्र तु तृच् प्रत्ययान्तं नास्ति, तत्र तु घञ् प्रत्ययः अस्ति. So that is why the bharta word, by seeing the word bharta we cannot make it, but when we know the shashtyanta padam vrajasya bharta adava kutra asti bharta shabda adava ayodhyasya bharta tat idi tatra ayodhyasya varanam yah karodi saha ayodhyasya bharta idi bhavati. यदि तत्र सीतस्य सीतायाः भर्ता इति अस्ति चेत् तत्र तु तत्र भर्ता इति हस्बेण्ड् भवति. दट् इस् नाट् त्रिजन्तं दर् इट् इस् घयन्तं सीता भर्ता इति रामः. बट् बोत् आर् इण्डिकेटिङ्ग् द सेम् पर्सन् एनिवे तत् इस् अ डिफ़रेण्ट् सब्जेक्ट्. षष्टि इति उत्सर्गसूत्रमस्ति. षष्टि इति उत्सर्गसूत्रम् अस्ति. इदेन षष्ट्यन्तपदं समासं कर्तुं शक्यते इति. किन्तु त्रिजाकाव्यां कर्तरि इति सूत्रेण यत् षष्ट्ये प्राप्ता त्रिच् कारणेन तत्र समासः कर्तरि अस्ति चेत् न कर्तुं शक्यते. तदिदं मुख्यविषयं. कर्तरि इति पदस्य कर्तरि इति विशेषणमस्ति. त्रिच् अक् प्रत्ययान्तेन सन्त्यान्तानां कर्तरस्य अस्ति चेत् तत्र षष्टि इति समाससूत्रस्य निषेधः करोति इति. धन्यवादः भगिनी. तत्र अग्रिम उषा भगिनी पठति वा ओदनस्य पाचकः. ओदनस्य पाचकः पच् इति धातुतः कर्त्रर्थे ण्वुल् ण्वुल् इत्यनेन अक पच् इति धातुतः कर्त्रर्थे ण्वुल् प्रत्ययं योजयित्वा पाचकः इति पदं निष्पन्नं भवति. पाचकः इति कृत्योगे ओदनम् इति कर्मणः षष्टिविभक्तिः विधीयते. अतः ओदनस्य इति भवति. ओदनस्य पाचकः इत्यस्मिन् यः षष्टिसमासः प्राप्तः षष्टि इति सूत्रेण तस्य निषेधः क्रियते त्रिजकाभ्यां कर्तरि इति सूत्रेण. अतः ओदनपाचकः इति समासः न जायते. व्यस्तप्रयोगः एव करणीयः ओदनस्य पाचकः इति. ओदनस्य पाचकः इति विग्रहवाक्ये पाचकः इति पदं पच् इति धातुतः कर्त्रर्थे ण्वुल् प्रत्ययेन निष्पन्नं भवति. पाचकः इति शब्दः कर्त्रर्थे अस्ति इत्यतः कर्ता उक्ता भवति पाचकः इत्यनेन. तत्कारणेन कर्तृकर्मणोः कृति इत्यनेन या कर्मणा षष्टि भवितुम् अर्हति इत्यनेन ओदनस्य इति षष्ट्यन्तं पदं भवति. कर्तृकर्मणो कृति इत्यनेन ओदनस्य इति भवति. ओदनस्य पाचकः इति अनयोः पदयोः मध्ये समासः यत् समासः भवितुम् अर्हति तत् समासः न भवति इति त्रिजकाभ्यां कर्तरि इति सूत्रं वदति. ओदनस्य पाचकः इत्यनेन षष्टी इति सूत्रेण षष्ट्यन्तं पदम् उपसर्जनसंज्ञा भूत्वा ओदनपाचकः इति समासं भवितुम् अर्हति. तस्य निषेधः क्रियते त्रिजकाभ्यां कर्तरि इति सूत्रेण. अतः ओदनपाचकः इति समासः न जायते. व्यस्तप्रयोगः एव भवितुम् अर्हति ओदनस्य पाचकः इति. एवमेव ओदनस्य भोजकः सक्तूनां पायकः इत्यादिषु अपि समासः न जायते ओके ओदनस्य भोजकः ओके सत्तूनां पायकः पायकः पायकः वाट् दातु ओ ड्रिङ्किङ्ग् सत्तून् ओ पिब् दातु ओके पायकः सत्तूनां वाट् सत्तू महोदय वाट् इस् द मीनिङ्ग् आफ् सूप् सूप् सूप् ओ ऐ सी ओके ओके सत्तूनां पायकः इत्यादिषु अपि समासः न जायते यत् समासः पायकः इति पिब् धातोः तः कर्त्रार्थे पायकः इति भवति सत्तूनाम् इति कर्तृकर्मणो कृति इत्यनेन या सक्तू इति पदं षष्टिविभक्तिः भवति सक्तूनां पायकः सक्तूनां पायकः इति विग्रहवाक्ये सति सक्तु पायकः इति समासः न भवितुम् अर्हति त्रिजकाभ्यां कर्तरि इति सूत्रं निषेधं क्रियते सक्तु पायकः निषिध्यते सक्तु पायकः इति समासः न भवति सक्तूनां पायकः इति व्यस्तप्रयोगमेव भवति इक्षूणां भक्षिका इक्षुभक्षिका इक्षूणां भक्षिका इक्षुभक्षिका भक्षिका इति कृदन्तं पदम् अस्ति तथापि अत्र षष्टिसमासः दृश्यते किमर्थम् इक्षूणां या इक्षुभक्षिका त्रिजकाभ्यां कर्तरि इति सूत्रे कर्तरि इति उक्तं तस्य प्रयोजनं किं कर्त्रर्थे विहितेन तृच् प्रत्ययान्तेन शब्देन अथवा ण्मुल् प्रत्ययान्तेन शब्देन सह एव षष्टितत्पुरुषसमासः निषिध्यते कर्त्रर्थे एव भवति कर्त्रर्थे विहितेन तृच् प्रत्ययान्तेन शब्देन अथवा ण्मुल् प्रत्ययान्तेन शब्देन सह एव षष्टितत्पुरुषसमासः निषिध्यते भावार्थे विहितेन तृच् प्रत्ययान्तेन शब्देन अथवा ण्मुल् प्रत्ययान्तेन शब्देन सह यः षष्टिसमासः भवति तस्य निषेधः न क्रियते त्रिजकाभ्यां कर्तरि इति सूत्रेण इक्षुभक्षिका इति षष्टिसमासः भवति यतः भक्षिका इति ण्मुल् प्रत्ययान्तः शब्दः भावार्थे विहितः अस्ति भक्ष् इति धातुतः धाद्वर्ते निर्देशार्थं भावार्थे ण्वुल् इति प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नं बट् आब्वियस्लि इट् लुक्स् लैक् ओके इक्षूणां भक्षिका इत्यत्र कर्त्रर्थे ण्वुल् प्रत्ययः नास्ति अपि तु भावार्थे अस्ति इत्यतः षष्टिसमासः सम्भवति अतः इक्षुभक्षिका इति षष्टिसमासः जायते इक्षूणां भक्षिका इक्षूणां भक्षिका ऐ थाट् इट् इस् अक प्रत्यय अण्ड् सो का इक्षुभक्षिका इस् वाट् ऐ थाट् बट् इट् इस् नाट् कर्त्रर्थे भक्षिका इति शब्दः ण्वुल् प्रत्ययेन भवति ण्वुल् प्रत्ययेन भक्षिति धातुतः दात्वर्थे निर्देशार्थं भावार्थे ण्वुल् इति प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नं ण्वुल् युवोरनाकौ अक ओके भक्षिक सो दाद्वर्तनिर्देशार्थं भक्ष् इति धातु अकर्मक सकर्मक सकर्मक अर्थात् दाद्वर् भक्ष् इति धातु अकर्मक सकर्मक महोदय भक्षणम् इति लुडन्तमस्ति आम् रैट् भक्षणम् इति इति श्रूयते चेत् तत्र कर्ता अनुक्ता एव न कर्ता अनुक्ता भक्षणम् इति चेत् लुडन्तं या भक्षिका इति किमर्थं केन अर्थेन प्रयुज्यते इति मुख्यविषयमस्ति भक्षिका इति धात्वर्थे निर्देशभावार्थे भवति चेत् भक्षिका एव दृश्यते किन्तु प्रयोगस्थले तस्य भावार्थे अस्ति कृत्वा कर्ता अनुक्ता सो हौ डु ऐ फैंड आउट कर्म कर्म अपि अनुक्ता अस्ति कर्म देयरफॉर कर्म तत्र कर्मणो कृति इति सूत्रेण इति कृत्वा षष्टि भवति किन्तु भावार्थे अस्ति कृत्वा त्रिजगाभ्यां कर्तरि इति कर्तरि विशेषणं नास्ति कृत्वा तत् सूत्रस्य निषेधः भवति तत् सूत्रं न कार्यं करोति तत्र किं विद्याभगिनी किम् उक्तं यत् सूत्रम् अस्ति षष्टि तस्य निषेधः अस्ति तत्त्रिजगाभ्यां कर्तरि किन्तु भावार्थे अस्ति कृत्वा कर्तरि नास्ति कृत्वा तस्य निषेधः भवति इति कृत्वा प्रतिप्रसवं भवति षष्टि इति सूत्रं प्रति षष्टि इस् कमिङ्ग् बेक् टु प्रामिनेन्स् बिकास् त्रिजगाभ्यां कर्तरि केन् बि कन्सिडर्ड् ओन्ली इफ् इट् इस् कर्तरि बिकास् दिस् इस् अ भावार्थप्रयोगम् अस्ति भक्षिका इति देर्फोर् इट् इस् नाट् पासिबल् फार् यूस् त्रिजगाभ्यां कर्तरि सो प्रतिप्रसवं भूत्वा षष्टि एव समासस्य विधायकसूत्रं भवति So this is, then the sugar canes, sugar canes eaten, being eaten, something like that? No, of the sugar canes, of the eaten sugar canes. What, Uma Bhagini Kim Bhadi? No, Pushpa Bhagini Bhadi, Uma. Aam, Shrashti Samasah Sambhavati Iti. उषा भगिनी आस्किङ्ग् वाट् इस् द मीनिङ्ग् इक्षूणां भक्षिका वाट् इस् द मीनिङ्ग् दट् वर्ड् इक्षु भक्षिका मीन्स् तत्र तु कर्ता उक्ता भवति न कर्तरि हस्ते अस्ति It is not somebody Here, eating, Bhagini. It was being eaten or it was not, it was eaten. It's a food made of sugar cane. Oh, I see. The meaning is Bhakshanam Arte Eva Asti. Oh, I see. Ikshunam Bhakshanam Iti Arte Asti, Ikshunam Bhakshigayati. Therefore, it is a... sugarcane food or something made out of sugarcane eatable made of sugarcane so mother then us having seen so now say I'll say rama ikshu bakshika khadati okay So only by seeing the Ikshu Bhakshika Samasa, then I know this Bhakshika is being used in the Bhavartha. Used in the Bhavartha, yes. So that is the Prayoga. Prayoga only can make out the difference between the two. Okay. It can be Kartari Adva Bhavarte, because the Pratyaya has both the potential. It can be used as Kartravarte Adva Bhavarte. That is mostly the case with the Kritya Pratyayas. Most of the Kritya Pratyayas are supposed to be in the Bhavarthe. But there are Kartra Prayoga also. That seven Pratyayas of Kritya Pratyayas, you know. By default, they are supposed to be for Bhavartha. But there are also Kartrartha Prayoga for them. Kartrartha Prayoga, when it comes, then, Then when it comes to Kartrartha Prayoga, that rules are used differently. Okay. I missed the previous class also, I think. I'll recommend all of you to go through the recording once more. Because I attended the class, I heard the class today morning again. but before the class again I'll be going to listen to once more. Because so many intricacies were told by Vidyabhagini in this class. Oh. So we should not miss out those things. Uma Bhagini Smarati Va, you are there very much. Uma Bhagini? She's not there now. Oh. Okay. So then Usha Bhagini Eva Padata, Bhuva Varta. भर्तृशब्दस्य तु याजकादित्वात् समासः पत्यर्थस्य भर्तृशब्दस्य तु पत्यर्थस्य भर्तृशब्दस्य तु याजकादित्वात् समासः भुवः भर्ता भू इति स्त्रीलिङ्गशब्दस्य षष्टिविभक्तिः भुवः इति भवति भृ इति धातुतः तृच् प्रत्ययस्य योजनेन भर्ता इति पदं निष्पन्नं भर्तृशब्दस्य द्वौ अर्थौ स्तः पतिः भरणं च यदि पतिः इत्यस्मिन् अर्थे भर्तृशब्दः प्रयुज्यते तदा तु सः शब्दः याजकादिगणे पठितः अतः याजकादिभिश्च इति सूत्रेण समासः प्राप्यते अर्थात् याजकादिगणपाठसामर्थ्यात् कर्तृत्वप्रत्ययस्य योगे अपि प्रकृतसूत्रेण विधीयमानः षष्टिसमासनिषेधः प्रवृत्तः न भवति अपि तु विशेषविधानस्य कारणेन त्रिजकाभ्यां कर्तरि इति सूत्रस्य बाधकं सूत्रं भवति याजकादिभिश्च इति सूत्रम् अतः भुवः भर्ता इति विग्रहे याजकादिभिश्च इति सूत्रेण भूभर्ता इति समासः सिध्यति अत्र भर्ता इति शब्दस्य अर्थः पतिः इति भूभर्ता नाम पृथिव्याः पतिः इत्यर्थः एवं त्रिजकाभ्यां कर्तरि इति सूत्रं बाधित्वा याजकादिभिश्च इति सूत्रेण समासः क्रियते अतः याजकादिभिश्च इति सूत्रं प्रतिप्रसवः इति उच्यते ओके बाधकस्य बाधकः प्रतिप्रसवः इति उच्यते ओके आदौ षष्टिसमासस्य प्राप्तिः तस्य निषेधः भवति त्रिजकाभ्यां कर्तरि इति सूत्रेण पुनः याजकादिभिश्च इति सूत्रेण विशेषविधानं क्रियते येन षष्टिसमासः पुनः विधीयते अयमेव प्रतिप्रसवः इति उच्यते आं महोदय this seems to be a little easier than the previous one. almost like double negative. Yeah. Yes, double negative, right. Mm-hmm. Okay. Bhuva patyartasya Mahodaya, can you go back? Can I see the previous sentence? Okay. Bhuvaha bharta इति विग्रहवाक्ये भूभर्ता इति समासः भवति भुवः भर्ता इति विभाषा इत्यनेन व्यस्तप्रयोगमपि भवितुमर्हति पत्यर्थस्य भर्तृशब्दस्य तु याजकादित्वात् समासः भवति भुवः भर्ता इत्यस्य कृते भर्ता इति शब्दः भू इति धातुतः तृच् प्रत्ययेन योजनेन भर्ता इति पदं भवति भुवः भर्ता भुवः इति भू इति शब्दस्य प्लूरल् भुवः भर्ता इति विग्रहे भर्ता इति शब्दः पति पति इति पतिः इति पर्यायपदम् इत्यनेन पति पतिः इति पदं याजकादिगणे अस्ति इति वयं वि आर् अण्डर्स्टाण्डिङ्ग् देट् एकनिमिषं भगिनि लेट् मी चेक् दिस् वाट् आर् द भर्ता पुल्लिङ्गं बिभर्ति पुष्पाणि पालयति धारयति इति वा भृञ् धारणपोषणयोः नुवल् प्रत्यय तृचौ नुवल् तृचौ इति सूत्रेण तृच् प्रत्ययः विधीयते अधिपति यथा राधौ इति वृज भर्ता वृजस्य धृणौ रघौ तत्र भर्ता वृजस्य घृणोः पति पुत्रमीषा प्रियम् बट् भृञ् भरणे अस्ति न भृञ् धातु अस्ति so there must be tatra pati varta tatapi the yajakadi bishya would say what are all the words in yajakadi gana mahodaya right that yajakadi gana is there in the yajakadi bishya 21 22 गणपाड कुत्र अस्ति गणपाड याजकादिभिश्च अपि क्रियते वा महोदय क्लास् इन् द क्लास् या क्लास् इन् याजकादिभिश्च वास् नाट् डन् ओन्लि दिस् चाप्टर् दिस् पेराग्राफ् वास् डन् सी दिस् इस् द याजकादि याचकः पूजकः परिचारकः परिवेषकः परिषेचकः स्नातक अध्यापक उत्साह ओ मै गॉड इट गोस ऑन ओके उद्वर्तक होतृ भर्तृ आई गेस भर्तृ रथगणक पत्तिगणक पति पत्तिगणक पत्तिगणक ओके भर्तृ कम्स इन दिस वन ओके ओके सो दिस आर द याचकादि पिगण so that will come I guess in the next class yadikati bischa yajak adibihi shashti saha supranda satrusha samasa vibhasha samasa iti adhikara sutrani asti prakara samasa so this is kartari iti asya cha kartrarte Can we check that bakshika, bakshika, what the kalpadruma says? I don't see the kalpadruma in my when I see that. Bakshika, bakshika ityanena, kartrarte api bhavitumarhati, bhava. Bakshika is a meal, it's a meal, see? Oh, bakshika is a meal. Made out of sugar cane. That's what I said, no? Modaya, yeah. So, what does it, Vachaspatiyam, what does it say? Vachaspatiyam says, bakshika strilinga masti, baksha arha arhadau gamye bhave nuj. It is not a nuch asti, not nul. Nul. Nuch asti. Nuch. Tatra bhi, that is why the ikara comes, because the ch, chakara it. Therefore, you get an idagama bhavati. Oh, I see. If it is nuval, then you don't get an ikar, no? Pachakara. You don't say pachikara. Akka only comes. This is because of the ich. Nuch. Ikshubakshikam. Right? Here is example. So it is not a nual pratyaya. So nuch, what kind of pratyaya is nuch? Nuch is given in this sutra. Paryayaha Patishu Nuch. Kritafix, Mahodaya, Kritafix. Akka is seen always with the feminine affix applied to a root when the sense conveyed is a turn or a deserving thing or debt or occurrence. No, but this doesn't. Bhavataha Shayika Arhati. Nuch. It says Kritafix Yagu, no? See, it is given in the 3311 sutra. The fix nuch comes optionally after a root in the sense of succession merit, debt, or production. So here it comes in the meaning of production. Sugar cane production, no? Food produced out of sugar cane. Oh, I see. Okay. So bakshika, the made out of this thing. So what does Kashika say in this? Kashika says that paryayaha, paripadikramaha, utpasti janmaha, idam, no, krutkriyayam, sanuvritti sutramasti. 3311. Mahadeva, I also wanted to say that Kartra Karmano Kriti, that number is 2365, but it says 2465. That's okay. I just wanted to... Paryayar Hanort Patishu Nuch. The affix Nuch comes optionally after a root in the sense of succession. Arhano Arhana Utpatishu Nuch. Merit Data Production. The word Paryaya means turn or order of succession. Arha means worthy of respect. Runa means debt owed or another, and Utpatti means birth or production. This rule supersedes tin and other affixes. Thus, Bhavataha Shayika, your turn of sleeping. Bhavato Agra Grasika, your turn of eating first. Arhata, Tatar Arhata Arthese, no? Arhati. Bhavan Ikshu Bakshikam. He gives that as an example. Ikshu Bakshikam me dharayasi. Thou owest me a meal of sugar and molasses. Ikshu Bakshikam me dharayasi. Okay. Odana Bhojikam, a meal of rice. Payaha Payikam. Okay. So Ikshu Bakshikam. Okay. Nuch Pratyaha. But here, in this order of production, you know, utpattishu, arte asti, bakshikam. Bakshikam. Not as, even though it is out of the same brinja, भक्षुधातु इति धातु इस् भक्ष ओन्लि बट् सिन्स् नुच् प्रत्यय इस् यूस्ड् इस् अ प्रोडक्षन् आफ् ए फुड् इट् बिकम्स् अ प्रोडक्षन् आफ् ए फुड् नाट् ए अक प्रत्यय नाट् कर्ता इस् नाट् इण्डिकेटेड् रैट् the word optionally is understood in the sutra also chikir shotpatyade from the form forms nuvil nu nu cha the same, same. the forms keep the difference is only in the accent. So how they say it will be different and they can figure out 6163 61 the swaras chida udatta दुरुच् इत्यादि न दुरुच् अयं कृत् प्रत्ययः भवति दुरुच् इति सो वरवर्च् इति अकच् दुरुच् नुवच् इति आल् आफ् दम् विल् बि उदात्त Achcha. Now, Tribhuvanasya Vidada has not been taken in the class, so we will stop here and let us listen to the lecture once more. I didn't listen. I have to listen. Any other thing? Two classes I haven't been able to listen, because I didn't come for two classes. I was with my family, so I couldn't really... All right. Aruna Bhagani, can we stop here? Or any questions? No, Mahadar, we can stop. So, Uma Bhagani is there? You go into a deep discussion about the words, which is good. But I'm not so familiar with words, so it's okay. No, Bhagani, I also didn't attend the class. That's why I asked. No, but you know the words much better than I do. And you started the classes much later than me. I cannot get things into my head. I cannot remember dhatus. Can you believe that? It's the we are supposed to, it's very small number